पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 114 राम उवाच क एष दृश्यदेव्योम्नि सर्वाभरणभूषितः विमानस्थो महादीप्त मध्याह्नार्क इवापरः दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्याङ्गे चारुहासिनी अपरा श्रीरिव ब्रह्मांस्तथा पञ्चसुयोषितः गायन्ति मधुरां गीतिं सुभ्रूभङ्गनिरीक्षणैः मन्दस्मिधैकरतलशब्दास्फोटिकया तथा क्वचिद्गलकृतैर्गीतैरन्योन्यकरताडनैः अन्योन्यमुखमालोक्य प्रलोभैर्गीतपूर्वकैः क्रीडन्नास्ते महायोगी पद्मकिञ्चल्कसन्निभः एवं चरितपुण्येन केन वा तद्वदस्व मे शम्भुरुवाच यश विप्रपुरा राम सर्वसम्पत्समन्वितः नानाविधसुखोपेदो भार्यापोषणतत्परः अपुत्रो दानहीनश्च देवतार्चनवर्जितः पञ्चयज्ञविहीनश्च स्वाध्याय परिवर्जितः प्राधर्मद्याह्नसायाह्नभोजनप्रवणोशुचिः कदाचिदगमद्गेहं गौतमस्य महात्मनः त्र्यम्बकस्य गिरौ पुण्ये नानामुनिगणाश्रिते तत्रापि शोभितगृहं स्फटिकस्तम्भकल्पितम् अगुरुद्रवकस्तूरिचन्द्रकुङ्कुमचर्चिता भित्तिर्यस्य च सन्तानकुसुमामोदसौष्ठवं कस्तूरिका पुष्परससमुत्सेचितभूतलं सूक्ष्मसुश्वेतविविधवितानपरिशोभितम् अङ्गणं शोभितमहाकदली पूगशोभितं समीप सरसीजादमञ्जुकूजन्मधुव्रतम् पाडीरतरुसम्भूतगन्धपूरितदिङ्मुखं शिक्षागेदकृदाह्लादगीतपूरितदिङ्मुखम् निथाखजनितातापनाशयन्त्रविनिर्मितं कदलीदलसञ्चादि पावकाकल्पितच्छदम् पाडीरतरुसुस्निग्धसान्द्रद्वारकपाटकं सौगन्धिकमहामोदि कल्पितान्तरभित्तिकम् ईशान भागसुभगरतिकल्पितवेदिकं हाडिका कल्पितपदं विचित्रवेदिकायुधं सुस्निग्धनिबिडच्छायं वडमूलोपकल्पितं प्रसूनकदलीखण्डसरोभिप्रान्तशोभितम् महावडाग्रसंलग्नतुषारितपयोधरं नाकोपवनसम्पन्नविचित्रारामशोभितं वापीकूपतडागाद्यमनेकवनशोभितं मन्दं मन्दं ववौ वायुर्यत्र गेहे सुखप्रदः वादिन्यश्चारु सर्वाङ्ग्यो वाद्यानि स्मरसम्पदः वीणां वेणुं त्रिवेणुं च वादयन्ति वराङ्गनाः त्रौर्यत्रिककृतो नार्चश्च चतुर्दिक्षु ततोर्ध्वतः सुवर्णादिकपात्रेषु वटकाभस्मनशुभाः वासिताः सर्वगन्धैश्च सुधूपैरपि धूपिताः कुशग्रथितशङ्खाश्च अक्षमालाश्च कोडिशः कृष्णाजिनसहस्राणि बहिः प्रान्ते स्थितानि च एतादृशे गृहवरे देववन्द्यो मुनीश्वरः कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः पाडीरपीठे कर्पूरसिंहासनमकल्पयत् सूक्ष्मं श्वेतं च सुसृद्धमावृतं घनसारकैः सुगन्धवासितजलैस्नाप्य क्षीरेण शङ्करम् अन्यैश्च वैदिकैर्मन्त्रैस्नापयित्वा सदाशिवं दारुचन्द्रोपपीठे तु वस्त्रपीठं निधाय च पात्रिकामग्रदस्ताप्य स्थापयित्वा दलेष्वमून् एकस्मिन् अक्षतापात्रे अन्यस्मिन् सदिलाक्षताः पञ्चगन्धकमेकस्मिन्नन्यस्मिन्नष्टगन्धकं काश्मीरमृगनाभिं तु कर्पूरं चन्दनं तथा पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च नानावरणमार्गेण पूजा तत्र विधीयते लिङ्गमध्ये स्थितो देव पञ्चवक्त्रः सदाशिवः तस्य प्रवरणं लिङ्गं शक्तिस्तस्य विधीयते शक्तेरावरणं विष्णोर्विष्णोरावरणं विधिः ब्रह्मप्रावरणं चन्द्रस्तस्य सूर्यस्तदश्रुतिः दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः दिशामावरणं शम्भुस्तस्य चावरणं गुणाः दशप्रावरणं ह्येदच्छिवलिङ्गार्चनं शुभम् केषाञ्चिन्मदमेदस्यादध प्रावरणान्तरं विद्यावरणमाख्यातं तदुमावरणं स्मृतम् विष्णुरावरणं तस्य विष्णोश्चावरणं विधिः ब्रह्मप्रावरणं चन्द्रं तस्भानुरथावृतिः भानोरावरणं चेष इति षोढावृतिस्मृता विधिं विना समाख्यातं पञ्चावरणमुत्तमं शशाङ्कविष्णु शक्रीनामेददावरणत्रयम् अम्बिकावरणं प्रोक्तमेकावरणमुत्तमम् अथवा लोकपालास्युरावृद्धि सोमपूजने अनावरणमथवा पूजनं शस्यते शिवे पत्रिकाष्टतलेष्वेव स्थितद्रव्यैर्यजेच्छिवं पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितं मुक्ता शुक्रिनिभं कुर्यात् पत्रिकाष्टदलं शुभं पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेद् फलमात्रं ततशस्त्रं निर्वृतं विस्तृतं पदम् अस्थूलमध्यमुपरि पद्माकृति दलाष्टकम् अथवा शक्तिमार्गेण पञ्चपत्रं प्रकल्पयेद् त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च यथा स्याच्छोभनं पात्रं तथा कुर्याद्विचक्षणः शक्त्यान्तरितरुद्राक्षैः कल्पिताष्टशदैशुभा मालोपवीदं त्रिंशत्या अष्टकेन प्रकल्पितं प्रगण्ढयोरथैकैकं बद्धातु द्वे प्रकोष्ठयोः शिरस्येकाधृता तेन कण्ठे च परमर्षिणा रुद्राक्षैः स्फटिकैरत्नैकल्पिताध्यक्षमालिका व्याक्रचर्मासनं कृत्वा पद्मासनगदो मुनिः आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकं निर्वर्त्य गङ्गासलिलैस्नापयामास शङ्करम् अष्टगन्धकसंयुक्तैः पुष्पैर्बकुलपाटलैः स्वर्णभाण्डस्थितैर्वस्त्रशोधितैर्वासितैर्दृढं द्वारे ताम्रकडाहश्च प्रबन्धद्रोणिना शुभम् गोशृङ्गेण विषाणेन गवयस्य तथा क्वचिद दक्षिणावर्तशङ्खेन रत्नपात्रैरथापि वा स्वर्णैर्वा राचतैर्वापि ताम्रै कास्यैरथापि वा स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया अथवा मृण्मयः कुर्यात् पद्मपत्रैरथापि वा पलाशैश्चूदजम्बुवाद्यैः पात्रैः संस्नापयेद्विभुं स्नानामध सर्वेषां धारास्नानं विशिष्यते नमस्ते द्यादिमन्त्रेण शतरुद्रियसंज्ञिनां शं चेत्याद्यनुवाकेन शान्तिरूपेण चेश्वरम् आवृत्य च यद्धाशक्ति पश्चाद्गन्धादिविन्यसेद ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेद् तुलसी मारुवधलैः कल्हारैश्च महोत्पलैः नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः कर्णिकारैः सिदाम्भोजैरपराजितया तथा तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः एवं महेशमीशानं पूजयामास गौतमः कर्पूरागरुकस्तूरी सर्जागरुकचन्दनैः अन्यैश्च धूपयामास षोडशाधप्रदीपिकाः कर्पूरवर्तिसंयुक्ता दीपयन्त्रोपरिस्थिताः निवेदितं महेशाय अध नैवेद्यमुत्तमम् सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकं मधुरादिसमोपेदं पञ्चभक्ष्यसमन्वितम् अनेकपक्वशाकाढ्यमनेकपक्वमिश्रितं पानं विंशतिसंयुक्तं द्राक्षारम्भाफलान्वितम् सूपाष्टकादिसंयुक्तं युक्तं मूलभदादिना यथा सम्भवसंयुक्तैरन्यैरप्युपकल्पितम् अग्रपुष्पसमोपेदं नैवेद्यं प्रददौ मुनिः सौवर्णपात्रिकान्यस्तनीराजनसहस्रकं सोपहाराय देवाय दत्त्वा चैव नमस्य च पूगखण्डानधोकृष्टान् प पत्राणि क्षालितानि च अपृष्ठाग्राणि सुश्वेतचदयावृतिकानि च घनसारकचूर्णं चन्यस्तपात्रत्रयं शुभं सौवर्णपात्रविन्यस्तमिदं ताम्बूलमीश्वरे अधप्रदक्षिणं कृत्वा नमस्कारानन्तरम् अष्टयोषास्ततः प्राप्तास्तन्द्रीवेण्वादिधारिकाः विचित्रवाद्यवादिन्यः सम्प्राप्ता मुनिसन्निधं क्षुद्रलतालयुग्मं गृह्य स्वयं गातुं प्रचक्रमे गौतमे गातुमुद्युग्रे तानं कुर्योरथाङ्गनाः मन्दं मन्दं च वाद्यानि वादयन्ति तथा पराः मधुरं गायति मुनौ स्वरा मूर्तिभृदस्तदा प्रानृत्यन्तमहेशाग्रे तदद्भुतमिवाभवद यतस्मिन्नन्तरे प्राप्तो भगवन्नारदो मुनिः तमागतं गौतमोऽपि सम्पूज्य प्रणिपत्य च आकचैनं कृतार्थोऽस्मिन्न च कश्चिन्मया समः तवागमनकृत्यं किं कुत आगमनं तथा श्रीनारद उवाच पादालदागतोऽस्मीह भुक्त्वा वै बाणमन्दिरे आयास्यन्ति महात्मानो बाण शुक्रादयो गृहम् अध क्षणादभ्यगाच्च बाणः परपुरञ्जयः विशत्यक्षौहिणीयुक्तो गजमारुह्य सोऽसुरः अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमं वृषपर्वारथवरं बलिस्थुरगमुत्तमम् आगतानथ तान् सर्वानाज्ञाय सदु गौतमः सशिष्यो निर्जगामादख्यादायार्ख्यादिकं त्वरा गौतमं चापि देवीक्ष्या वरुह्य च गजादिकाद नमश्चक्रुरधो दैत्यास्तं नमस्कृत्य भार्गवम् आलिङ्ग्य राक्षसान् सर्वान् पूजयित्वा यथाविधि सेनाया सन्निवेशं च चकारमुनिपुङ्गवः पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः वापीतडाग सरसी स्नानपूर्वकृतक्रियाः सङ्गमे वर्तमाने तु गौतमस्याश्रमे शुभे तद्गेहं तु प्रविश्याध राक्षसाः सपुरोहिताः देवपूजा प्रपत्तिं च चक्रुः सर्वे द्विजालये सद्यप्रकल्पितायां च वेद्यां शुक्रो यजच्छिवं तस्यैव वामभागे दुःप्रह्लादो यजदच्युतं सोमं च बलिरप्येवमन्ये चासुरपुङ्गवः अध बाणो यजद्देवमेकमेव त्र्यम्बकम् शुक्रोऽपि भगवन्तन्दमुमानाधमपूजयद गौतमोऽप्यधमध्याह्ने पूजयामास शङ्करं सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाः सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकं नत्वा दुभार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् तेषां मध्ये महाकाशमाकाशे निर्मलानलं तन्मध्ये च महेशानं ध्याये दीप्तिमयं शुभम् अज्ञानसंयुतं भूतं शमलं सर्वसङ्गतं तद्देहमाकाशदीपे प्रदहे ज्ञानवह्निना आकाशस्यावृतं चाहं दग्ध्वाकाशमधो दहेद दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेद अभूतं च तदो दग्ध्वा पृथिवीभूतमेव च तदाश्रितान् गुणान् दग्ध्वा तदो देहं प्रदाहयेत् एवं दहित्वा भूतानि देहि तज्ज्ञानवह्निना शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरं निष्पन्नचन्द्रकिरणसङ्काशकिरणं शिवं शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुधैः सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवद प्रसारितसुधारुग्भिः सान्द्रीभूतश्च सम्प्लवः क्रमेण प्लाविदं भूतग्रामं सञ्चिन्तयेत् परम् युद्धं कृत्वा भूतशुद्धिं क्रियार्को मर्त्यशुद्धो जायते एव शुद्धः पूजां कर्तुं जाप्य कर्मापि पश्चाद्देवध्याने ब्रह्महत्यादिहानिः एवं ध्यात्वा चन्द्रदीप्तिप्रकाशं ध्याने नारोप्याशु लिङ्गे शिवस्य सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्चङ्करस्य उदुम्बरं रजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेहपीठम् अन्ते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्ताद् कुर्यात् पीठे चोर्ध्वके नागयुग्मं देवाभ्यास्ये दक्षिणे वामतश्च जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रादिगुण्ये सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम् एवं कृत्वा बाणमुख्या दिदिशा दत्त्वा दत्त्वा पञ्चगन्धाष्टगन्धं पुष्पैपत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य धूपं दत्त्वा विधिवत् संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारं पूजाशेषं ते समाप्याध सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः अधास्मिन्नन्तरे गौतमस्य प्राप्तशिष्यशङ्करात्मेदिनाम्ना उन्मत्तवेशोद्विग्वासा अनेकावृतिमाश्रितः क्वचिद्विजादि प्रवर क्वचिच्छण्डालसन्निभः क्वचिच्छूद्रसमो योगी तापस क्वचिदप्युद गर्जत्युत्पतते चैव नृत्यति स्तौति गायति रोदिति शृणुदे व्यक्तं पतत्युत्तिष्ठति क्वचिद् शिवज्ञानैकसम्पन्नपरमानन्दनिर्भरः सम्प्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ बुभुजे गुरुणा साकं क्वचिद्दुच्छिष्टमेव च क्वचिल्लेखति तत्पात्रं तूष्णीमेवाभ्यगात् क्वचित् हस्तं गृहीत्वैव गुरो स्वयमेव भुनः क्वचिद् क्वचित् गृहान्तरे मूत्रं क्वचित् कर्दमलेपनं सर्वदा तं गुरु दृष्ट्वा करमालम्ब्य मन्दिरम् प्रवेश्य स्वयपीठे तमुपवेश्याभ्यभोजयत् स्वयं ततस्य पात्रेण बुभुजे गौतमो मुनिः तस्य चित्तं परिज्ञातुं कदाचिदध सुन्दरी अहल्या शिष्यमाहूय भुङ्क्ष्वेत्युक्त्वाथ सा शुभा सौवर्णे भाजने चान्नं निधाय चषकान्तरे पानादिकमधो दत्त्वा एकस्मिन् पावकं पुनः निधायाङ्गारनिचयं कण्टकानां चयं परे निधाय भुङ्क्ष्व भुङ्क्ष्वेदि स चापि बुभुजे मुनिः यथा पपौ हि पानीयं तथा वह्निमपि द्विजः कण्टकानपि भुङ्क्त्वा सा यथा पूर्वमतिष्ठत पुरा हि मुनिकन्याभिराहूदो भोजनाय च दिने दिने तत्प्रदत्तं लोष्ठमम्भुजगोमयं कर्दमं काष्ठदण्डं च भुक्त्वा प्रीत्याथ हर्षितः एतादृशो मुनिरसौ चण्डालसदृशा कृतिः सुजीर्णो पानहौ हस्ते गृहीत्वा दुतथाकरे अन्त्यजोचितभाषाभिर्विषपर्वाणमभ्यगाद वृषपर्वेशयोर्मध्ये दिग्वासात् समधिष्ठत वृषपर्वतमज्ञात्वा पीडयित्वा शिरोच्छिनद हदे तस्मिन् द्विजश्रेष्ठो जगदे तच्चराचरम् अतीव कलुषमभवत्तत्रस्था मुनयस्तथा गौतमस्य महाशोकसञ्जातः सुमहात्मनः निर्ययौ चक्षुषोर्वारि शोकं संदर्शयन्निव गौतमः सर्वदैत्यानां संनिधौ वाक्यमुक्तवान् किमनेन कृतं पापं येन छिन्नमिदं शिरः मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ममापि परणं सत्यं शिष्यरूपी यतो गुरुः शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनां मरणं यत्र दृष्टं स्यात् तत्र नो मरणं ध्रुवम् शुक्र उवाच येनं संजीवयिष्यामि मम गोत्रं शिवप्रियं किमसौ म्रियदे ब्रह्मन् पश्य मे तपसो बलम् इति वादिनि विप्रेन्द्रे गौतमोऽपि ममारः तस्मिन् मृदेध शुक्रोऽपि प्राणांस्तत्याज योगदः तस्यापि हदमाज्ञाय प्रह्लादाद्दानवेश्वराः सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवद मृतमासीदध बलं तस्य बाणस्य धीमदः अहल्या शोकसंतप्ता रुरोदोच्चैः पुनः पुनः गौतमेन महेशस्य पूजया पूजितो विभुः वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोपः अहो कष्टमहो कष्टं महेशा बहवो मृताः शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहं इति निश्चित्य गतवान् मन्दराचलमव्ययम् नमस्कृत्वा विरूपाक्षमिदं सर्वमधोक्तवान् ब्रह्म हरिस्थितौ तत्र सृष्ट्वा प्राह शिवो वचः मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ अधेशो वृषमारुह्य वायुना धूतचामरः नन्दिकेन सुवेषेण धृते छत्रे दिशोभने सुश्वेदहेमदण्डे च नान्ययोगे धृते विभोः महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्यकौस्तुभः शिवानुमत्या ब्रह्मापि हंसारूढो भवत्तदा इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम् स्वभक्तं जीवयामास वामकोणनिरीक्षणाद शङ्करो गौतमं प्राहतुष्टोऽहं ते वरं वृणो गौतम उवाच यदि प्रसन्नो देवेश यदि देयो वरो मम तल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु महेश्वर वृदमेदन्मया देव शृणुष्वैतत्त्रिलोचन मम शिष्यो महाभागो हेया हेयादिवर्जितः प्रेक्षणीयं मम त्वेन न च पश्यति चक्षुषा न चक्राणेन क्रादव्यं न तादव्यं न चेतरद इति बुद्ध्वा तथा कुर्वन् स हि योगी महायशाः उन्मत्तविकृताकारः शङ्करात्मेदि कीर्तितः न कश्चित्तं प्रतिद्विष्यान्न च तं हिंसयेदिति एतन्मेदीयदे देव एतेषामृतिस्तथा श्रीभगवानुवाच आकल्पमेदे जीवन्तु ततो मुक्तिं भजन्तु च त्वया कृतमिदं वेश्म विस्तृतं विकृतं शुभं तिष्ठामः क्षणमात्रं तु ततो यास्याममन्दिरं गौतम उवाच अयोग्यं प्रार्थयामीश्य ह्यर्थी दोषं न पश्यति ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते अधेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः प्रहसन्नम्बुजाभाक्षमित्युवाच सदाशिवः म्लानोदरोऽसि गोविन्ददेयं ते भोजनं किमु स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवद गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति इत्युक्त्वा तत्करालम्बी एकान्तमगमद्विभुः आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवद गौतमं समुवाचायमुत्तरं विष्णुभाषणं सदाशिव उवाच सम्पादयान्नं सर्वेषां भोक्तुकामा वयं मुने इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ अन्योन्यं भाषणं कृत्वा प्रोत्तस्ततुरुभावपि गत्वा तटाकं गम्भीरं स्नास्यं तौ देवसत्तमौ कराम्बुपानमन्योन्यं पृथक्कृत्वोभयत्र च मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे अथ विष्णुर्महेशश्च जलपादानि शीघ्रतः चक्रदुःशङ्करः पद्मकिञ्जल्कां जलिना हरेः अवाकिरन्मुखे तस्य पद्मोद्भुल्लविलोचने नेत्रे केशरसम्पादान्यमीलयत केशवः अत्रान्तरे हरे स्कन्धमारुरोह महेश्वरः हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा सम्यमज्जयद उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः पीडितः स हरिः सूक्ष्मं पादयामास शङ्करम् अधपादौ गृहीत्वादु आचकर्ष च भ्रामयद अताडयद्धरेर्वक्षः पादयामास चाच्युदम् अधोद्धितो हरिस्तोयमादायं जलिना तदः अवाकिरदधो शम्भुमध विष्णुमधोहरः जलक्रीडैवमभवदध चर्षिगणान्तरे जलक्रीडासम्भ्रमेण विस्रस्तजडबन्धनाः अध सम्भ्रमतस्तेषामन्योन्यजडबन्धनम् इतरेतरबद्धासु जडासु च मुनीश्वराः शक्तिमन्दो शक्तिमदः आकर्षन्ति च सव्यथं पादयं तोऽन्यतश्चापि क्रोशदो रुदतस्तथा एवं प्रवृत्ते तु मूले सम्भूतो तोयकर्मणि आकाशे नारदो हृष्टो ननर्त च ननाद च विपञ्चीं नाध यन्वाद्यं ललिता गीतिमुज्जगौ सुगीत्या ललितायास्तु अगायदविद्धा दश शुश्रावगीतं मधुरं शङ्करो लोकभावनः स्वयं गातुं हि ललितं मन्दं मन्दं प्रजक्रमे स्वयं गायति देवेशे मिश्रमङ्गलकैशिकी नारदे नृत्यमाने तु गायति स्वरभेदिनि स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतं स्वधारामृतसंयुक्तं गानेनैव मधोजयद वासुदेवो मर्दलं च कराभ्यामिदमाहनद अवगाहंश्चतुर्वक्त्रस्तुम्बुरुर्मुखरो बभौ तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः गायके मधुरं गीतं हनूमधिकपीश्वरे म्लानमम्लानमभवत्कृशाः पुष्टास्तदाभवन् स्वां स्वां गीतिमदः सर्वे तिरस्कृत्यैव मूर्छिताः तूष्णीं सर्वे समभवन् देवर्षि गणदानवाः एकः स हनुमान् गादा श्रोतारः सर्व एव ते मध्याह्नकालवितते भोजनावसरे सति दुकूलयुगमाधत्त शृण्वन् गीतिं महेश्वरः पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम् स्वं स्वं वाहनमारुह्य निर्गदाः सर्वदेवताः गानप्रियो महेशस्तु जगादप्लवगेश्वरं प्लवगत्वं मया ज्ञप्तो निःशङ्गं वृषमारुह मम चाभिमुखो भूत्वा गायस्वाशेष गायनम् अथाह कपिशार्दूलो भगवन्तं महेश्वरं वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते तव वाहनमारुह्य पादगी स्यामहं विभो मामेवारुहदेवेश विहङ्गशिववाहनः तव चाभिमुखं गानं करिष्यामि विलोकय अधेश्वरो हनुमन्त मारुरोह वृषं यथा आरूढे शङ्करे देवे हनुमान् कन्धराशिरः चित्त्वा त्वजं परावृत्य मुखं गायत्रिपूर्ववद शृण्वन् गीतिसुधां शम्भुर्गौतमस्य गृहं गदः सर्वे चाप्यागदास्तत्र देवर्षि गणदानवाः पूजिदा गौतमेनाथ भोजनावसरे सति यच्चुष्कदारुसम्भूतं गृहोपकराणादिकम् प्ररूढमभवत् सर्वं गायमाने हनूमति तस्मिन् गाने समस्तानां चित्रदृष्टिरधिष्ठत द्विबाहुरीशस्य पदाभिवन्दनः समस्तगात्राभरणोपपन्नः प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्धाञ्जलिभिः सुरैस्तुतः शिरकराभ्यां परिगृह्य शङ्करो हनुमदपूर्वमुखं चकार पद्मासनासीन हनुमदां जलौ निधाय पादं त्वपरं मुखे च पादाङ्गुलीभ्यामधनासिकां विभुस्नेहेन जग्राहज मन्दमन्दं स्कन्धे मुखे त्वं सतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि ततश्च कुक्षा वदनाभिमण्डले ततो द्वितीयं निदधादि चाञ्जलौ शिरो गृहीत्वा वनमय्य शङ्करस्पर्पश्च पृष्ठं चिबुकेन सध्वनि हारं च मुक्ता परिकल्पितं शिवो हनुमदकण्ठगदं चकारः अथ विष्णुर्महेशानमिदं वचनमुक्तवान् हनुमदासमो नास्ति कृष्णब्रह्माण्डमण्डले श्रुति देवाद्यगम्यं हि पदं तव किल स्थितं सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुग यमादिसाधनैर्योगैर्नक्षणं ते पदं स्थितं महायोगिहृदं भोजे बलं स्वच्छं हनूमति वर्षकोटिसहस्रेषु तपः कृत्वा दुदुष्करं त्वद्रूपं नाभिजानादि कुतः पादं मुनीश्वराः अहो भाग्यं विचित्रं हि चपलो वा नरो मृगः दत्ते पादयुगं चाङ्गे योगिहृद्यपि न क्षमं मया वर्षसहस्रं तु सहस्राब्धं तथान्वहं भक्त्या सम्पूजितोऽपीश पादो नो दर्शितस्त्वया लोके वादो हि सुमहान् शम्भुर्नारायणप्रियः हरिप्रियस्तथा शम्भोर्न तादृग्भाग्यमस्ति मे सदाशिव उवाच न त्वया सदृशो मह्यं प्रियोऽस्ति भगवन् हरे पार्वती वा त्वया तुल्या न चान्यो विद्यते मम अथ देवाय महते गौधमप्रणिपत्य च व्यज्ञापय दमेयात्मन् देवैः करुणानिधे मद्याग्नोऽयं व्यधिक्रान्तो भुक्तिवेलाखिलस्य च अथाचम्यमहादेवो विष्णुना सहितो विभुः प्रविश्य गौतमगृहं भोजनायोपचक्रमे रत्नाङ्गुलीयैरधनुपुराभ्यां दुकूलबन्धेन तडित्सुकाञ्च्या हारैरनेकैरध कण्ठनिष्कयज्ञोपवीदोत्तरवाससी च विलम्बि चञ्चन्मणिकुण्डलेन सुपुष्पिद्धं मिल्लवरेण देवः पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयकैः इद्धं विपूषितशिवो निविष्ट उत्तमासने स्वसम्मुखम् हरिं तथा न्यवेशयद्वरासने अन्योन्यसम्मुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यधो ददौ स चापि गौतमः त्रिंशत्प्रभेदभक्ष्यकं सुपायसं च दुर्विधम् सुपक्वपाकजातकं शतद्वयं प्रकल्पितम् अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतं शतं तथा सुकन्दशाकं तथा मुनिः शाकादिसर्पिषान्विदं ददौ च पञ्चविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम् मोचाफलं तु गोस्तनीं सुखर्जुनागरङ्गकं जम्बूफलं प्रियालुकं विकं कदं फलं तथा एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि दत्त्वा चापोषणं विप्रो भुञ्जध्वमिति चाब्रवीद भुञ्जानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजं गौतमस्वयमादाय शिवविष्णु अवीजयत परिहासमधो कर्तुमियेष परमेश्वरः पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः वानरं पश्यति हरौ मण्डकं विष्णुभाजने चिक्षेपमुनिस्सङ्खेषु पश्यत्स्वपि महेश्वरः हनूमदे दतवांश्च स्वोच्छिष्टं पायसादिकं त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा मह्यं निवेद्य सकलं कूप एव विनिक्षिपेद अभुक्ते त्वद्वजो नूनं भुक्ते चापि कृपा तव सदाशिव उवाच बाणलिङ्गे स्वयंभूते चन्द्रकान्ते ह्यवस्थिते चान्द्रायणसमं ज्ञेयं शम्भो नैवेद्यभक्षणं भुक्ति वेलेयमधुना तद्वैरस्यं कथान्तराद भुक्त्वा तु कथयिष्यामि निर्विशङ्गं विभुङ्क्ष्व तद अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः आरक्त सुस्निग्ध सुसूक्ष्म गात्राननेकधा धौद सुशोषिताङ्गान् तडागतो यैः कृतवीजकर्षितैर्विशोधितैस्थैकरकानपूरयत नद्या सैकदवेदिकां नवतरां सञ्चाद्य सूक्ष्माम्भरै शुद्धै श्वेततरैरधोपरि कडां स्तोयेन पूर्णान् क्षिपेत क्षिप्त्वा नालकजातिमास्तपुटकं कङ्गोलकस्तूरिकाचूर्णं चन्दनचन्द्ररश्मिविशदामालां पुडां तं क्षिपेत यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भे क्षिपेच्चन्द्रग्रन्थिमधो निधाय बकुलं क्षिप्त्वा तथा पाडलाम् शेफालीस्तपकमधो जलं च तत्र विन्यस्य प्रथमद एव तोयशुद्धिं कृत्वोधो मृदुतरसूक्ष्मवस्त्रखण्डेना व्येष्टे सृणिकमुखं च सूक्ष्मचन्द्रम् अनादपप्रदेशेदु निधाय करकानथ मन्दवादसमोपेदे सूक्ष्मव्यजनवीजिते अध उर्वीशसलिलै सिञ्चयेत्सृणिकामपि संस्कृत्वा स्वायतास्तत्र नरा नार्योऽधवा नृप तत्कन्या वाक्षालिताङ्गा धौतवस्त्राश्च वासः मधुपिङ्गलनिर्यासमसान्द्रमगुरुद्रवं बाहुमूले च कण्ठे च विलिप्य सान्द्रमेव च मस्तके जाप्यकं न्यस्य पञ्चगन्धविलेपनं पुष्पनद्ध सुकेशास्तु ता शुभास्या सुनिर्मलाः एवमेवोचितानार्य आतकुङ्कुमविग्रहाः युवत्यश्चारु सर्वाङ्ग्यो नितराम्भूषणैरपि एतादृग्वनिताभिर्वानरैर्वादापयेज्जलं तेऽपि प्रसादसमये सूक्ष्मवस्त्राल्पवेष्टनम् अथवा मकरेण्यस्य करकं तत्र पश्य हि दोलिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेद एवं सत्कारयामास गौतमो भगवान् मुनिः महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु प्रक्षालिताङ्गृहस्थेषु गन्धोद्वर्तितपाणिषु तदासनसमासीने देवदेवे महेश्वरे अधनी च समासीना देवासर्षि गणास्तथा मणिपात्रेषु संवेष्ट्य पूगगण्ठान् सुधूपितान् अकोणवर्तुलान् स्थूलान् सूक्ष्मान् कृशानपि श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरकण्टकं चूर्णं च शङ्करायाध निवेदयदि गौतमे गृहाणदेवताम्बूलमित्युक्तवचने मुनौ कपे गृहाणताम्बूलं प्रयच्च मम कण्टकान् उवाच वानरो नास्ति मम शुद्धिर्महेश्वर अनेकफलभुक्तत्वाद्वानरस्तु शुचिकथं सदाशिव उवाच मद्वाक्यादखिलं शुद्ध्यन्मद्वाक्यादमृतं विषं मद्वाक्यादखिला वेदा मद्वाक्यादेवतादयः मद्वाक्याधर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते पुराणान्या गमाश्चैव स्मृतयो मम वाक्यतः अधो गृहाणताम्बूलं मम दद्याः सुकण्टकान् हरिर्वामकरेणादात्ताम्बूलं पूगकण्टकं ततः पात्राणि सङ्गृह्य ततः खण्डान् समर्पयद कर्पूरमग्रदो दत्तं गृहीत्वा भक्षयच्छिवः देवेदु कृतताम्बूले पार्वती मन्दराचलाद जया विजय योर्हस्तं गृहीत्वा यान्मुनेर्गृहं देवपादौ ततो नत्वा विनम्रवदनाभवद उन्नमय्यमुखं तस्या इदमाह त्रिलोचनः त्वदर्थं देवदेवेशि अपराधकृतो मया यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुन्दरि अधस्व मन्दिरे स्थाप्य देवदेव विवर्जिते सर्वबन्धविमुक्ते च महधेनो मया कृतं क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय नभाषैव मुक्त्वा स अरुन्धत्या हि निर्ययौ निर्गच्छन्ति मुनिर्ज्ञात्वा दण्डवत्प्रणनाम च तदारभ्य महेशाय दण्डप्रणदि संस्तुतिं कुर्यादुवाच च शिवा गौतमत्वं किमिच्छसि गौतम उवाच कृतकृत्योऽस्मि देवेशि यदि देयो वरो मम मन्मन्दिरे महाभागे भोक्तुमर्हसि साम्प्रतं देव्युवाच भोक्ष्यामि तव गेहेऽहं शङ्करानुमदा मुने गत्वेषं गौतमो विप्रो लब्धानुज्ञः पुनर्गतः भोजयामास गिरिजां देवीं चारुं दधीं तथा भुक्त्वाध पार्वती सर्वं गन्धपुष्पसभूषणा सहानुचरकन्याभिः सहस्राभिर्हरं ययौ अधाह शङ्करो देवीं गच्छ गौतममन्दिरं सन्ध्योपास्तिमहं कृत्वा आगच्छामि पुनर्गृहम् इत्युक्ता प्रययौ देवी गौतमस्यैव मन्दिरं सन्ध्यावन्दनकामाश्च सर्व एव विनिर्गताः क कृतसन्ध्यास्तडाकेतु महेशाद्यास्तु कृष्णशः अधोत्तरमुखशम्भुर्न्यासं कृत्वा जजापः अथ विष्णुर्महातेज महेशमिदमब्रवीद सर्वैर्नमस्य देयस्तु सर्वैरेव समर्च्यते हूयते सर्वयज्ञेषु स भवान् किं जपिष्यति रचितां जलयः सर्वे त्वामेवैकमुपासते स भवान् देवदेवेश कस्मै वा रचिताञ्जलि नमस्कारादिपुण्यानां फलदस्त्वं महेश्वर तव खफलदो वद्य को वा त्वत्तोऽधिको वद शङ्कर उवाच ध्यायेन किञ्चिद् गोविन्द ननमस्येह किञ्चन नोपास्ये कञ्चन हरि न च भिष्येह किञ्चन किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया दर्शनीयं हरे ते स्युरन्यथा पापकारिणः तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत अथ ते गौतमगृहं प्राप्ता देवगणर्षयः सर्वे पूजामधोचक्रुर्देवदेवे पिनाकिने देवो हनुमदासार्थं गायन्नास्ते रघुत्तम पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन् हनूमत्करमालम्ब्य देव्यभ्यासं गदो हरः एकशय्यासमासीनौ तावुभौ देवदम्पती गायन्नास्ते स हनुमांस्तुम्बुरुर्नारदस्तथा नानाविधिविलासांश्च चकारपरमेश्वरः आहूय पार्वतीमीश इदं वाक्यमुवाचः श्रीसदाशिव उवाच रचयिष्यामिधं मिल्लमेहि मत्पुरदशुभे देव्याहन च युक्तं तद्भर्त्रा शुश्रूषणं स्त्रियः केशप्रसाधनकृदावानर्थान्तरमापतेत् केशप्रसाधने देवतत्त्वं सर्वं न चेप्सितम् अध बन्धे कृते पश्चादंस प्रान्तं प्रमार्जनं तनोश्चरमसंलग्न केशपुष्पादिमार्जनं यदस्मिन् वर्तमाने तु महात्मानो यदागमन् तदा किमुत्तरं वाच्यं तव देवादिवन्दिनः नायान्ति चेदथ विभो भीतिर्नाशमुपेष्यति एवं हि भाषमाणां तां करेणाकृष्य शङ्करः स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कजबन्धनं विभज्य च कराभ्यां स प्रससारनखैरपि विष्णु दत्तां पारिजातस्रजं खजगदामपि कृत्वा धम्मिल्ल मकरो दध मालाङ्करागताम् मल्लिकास्रजमादाय बबन्ध खजबन्धने कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः पार्वतीवसने गूढगन्धाढ्ये च समादधाद अथां स पृष्ठसंलग्नमार्जनं कृतवान् विभुः श्रधनी वेरथो देव्या वस्त्रवेष्टेरथो गदः देव किमिदमित्युक्त्वा नीवीबन्धं चकारः नासाभूषणमे दत्ते पश्यामि स मदात्ततः इत्युक्त्वा स्वयमादाय विचायं मौक्तिकं सदि हरिद्राया समायोगे मुक्ता फलमदीप्तिमद इदं हि ध्रियता मुक्ता फलं मम तव प्रियं पार्वत्युवाच अहो त्वन्मन्दिरं शम्भो सर्ववस्तुसमृद्धिमद पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः अहो द्रविणसम्पत्तिर्भूषणैरवगम्यते शिरो विभूषितं देवब्रह्मशीर्षस्य मालया नरकस्य तथा माला वक्षस्थलविभूषणं शेषश्च वासुकिश्चैव सविषौ तव कङ्कणे दिशोऽम्बरे जडाकेशाभसिदं चाङ्गरागकं महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः एवं वदन्तीं गिरिजां विष्णुप्राहादिकोपनः किमर्थं निन्दस्ये देवि देवदेवं जगत्पदिं त्यक्ष्ये प्राणान् प्रियान् भद्रे तव नूनमसंशयम् यत्रेष निन्दनं भद्रे तत्र नो मरणं व्रतम् इत्युक्त्वा धनकाभ्यां हि हरिश्चेतुं शिरोगतः महेशस्तुकरं गृह्य प्राहमासाहसं कृधाः पार्वतीवचनं सर्वं प्रियं मम तवा प्रियम् मम प्रियं हृषिकेश कर्तुं यत्किञ्चिदिष्यते ओमित्युक्त्वाध भगवां स्तूष्णीं भूतो भवद्धरिः हनुमानथ देवाय व्यज्ञापयदिदं वचः अर्थयामि विनिष्कामं मम पूजाव्रतं तथा पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि शङ्कर उवाच कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद को गुरुः कश्च मन्त्रस्ते कीदृशं पूजनं तथा एवं वदति देवेशे हनुमानदिकम्पितः वेपमानसमस्ताङ्गस्तुतोमेव प्रचक्रमे हनुमानुवाच नमो देवाय महदे शङ्करायामिदात्मने योगिने योगधात्रे च योगिनां गुरवे नमः योगिगम्याय देवाय ज्ञानिनां पदये नमः वेदानां पदये तुभ्यं देवानां पदये नमः ध्यानाय ध्यानगम्याय धातॄणां गुरवे नमः शिष्टाय शिष्टगम्याय भूम्यादिपदये नमः नमस्ते द्यादिना वेदवाक्यानां निधये नमः आदनुष्वेदिवाक्यैश्च प्रतिपाद्यायते नमः अष्टमूर्ते नमस्तुभ्यं पशूनां पदये नमः त्र्यम्बकाय त्रिनेत्राय सोमसूर्याग्निलोचन सुभृङ्गराजधतुरद्रोणपुष्पप्रियायते बृहदी पूगपुन्नाग चम्पकादिप्रियाय च नमस्तेस्तु नमस्तेस्तु भूय एव नमो नमः शिवो हरिमथप्राह मा भैषीर्वदमेखिलम् हनुमानुवाच शिवलिङ्गार्चनं कार्यं भस्मोद्धूलितदेहिना दिवा सम्पादितैस्तोयैः पुष्पाद्यैरपि तादृशैः देवविज्ञापयिष्यामि शिवपूजाविधिं शुभं सायंकाले दुःसम्प्राप्ते अशिरस्नानमाचरेत् क्षालितं वसनं शुष्कं धृत्वा चम्यद्विरग्रधीः अध भस्मसमादाय आग्नेयं स्नानमाचरेद प्रणवेन समामन्त्र्याप्यष्टवारमथापि वा पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचिद् सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेद ईशान सर्वविद्यानामुक्त्वा शिरसि पादयेद् तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेद् अघोरेभ्योऽधघोरेभ्यो भस्म वक्षसि निक्षिपेद वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेद सद्यो जातं प्रपद्यामि निक्षिपेदथ पादयोः उद्धूलये समस्ताङ्गे प्रणवेन विचक्षणः त्रैवर्णिकानामुदितस्नानादिविधिरुत्तमः शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथा शिवेदिपदमुच्चार्य भस्म सम्मन्त्रये सुधीः सप्तवारमधादाय शिवायेदि शिरः क्षिपेद शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेद स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयं भुवि उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्धमधः परं नमः शिवायेत्युच्चार्य सर्वाङ्गोद्धूलनं स्मृतं प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः दर्भाभावे सुवर्णं स्यात्तदभावे गवालकः तदभावे दुर्वास्योस्तदभावे दुराजदम् सन्ध्योपास्तिं जपं देव्या कृत्वा देवगृहं व्रजेद देववेदिमधो वापि कल्पितं स्तण्डिलं तु वा मृण्मयं कल्पितं शुद्धं पद्मादिरजनायुधम् चादुर्वर्णकरङ्कैश्च श्वेतेनैकेन वा पुनः विचित्राणि च पद्मानि स्वस्तिकादि तथैव च उत्पलादिगदाशङ्कत्रिशूलं डमरुं तथा सरोक्तपञ्चप्रासादं शिवलिङ्गमधैव च सर्वकामफलं वृक्षं कुलकं कोलकं तथा षट्कोणं च त्रिकोणं च नवकोणमथापि वा कोणद्वादशकान्दोलां पादुकाव्यजनानि च चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा चूर्णैर्विरचये द्वेद्यां धीमान् देवालयेऽपि वा यत्रापि देवपूजा स्यात् तत्रैवं कल्पयेद्बुधः स्वहस्तरजितं मुख्यं क्रीदं चैव दुमध्यमं याचितं तु कनिष्ठं स्याद्बलात्कारमधाधमम् अर्हेषु यत्त्वनर्हेषु बलात्कारातु निष्फलं रक्तशालिजपास्थाणकलमासिदरक्तकैः तण्डुलैर्व्रीहिमात्रोद्धैः कर्णैश्चैव यथाक्रमम् उत्तमैर्मध्यमैश्चैव कथितैरथमैस्तथा पद्मादिस्थापनैरेव तत्सम्यगागमाचरेद प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेद आसनं च प्रवक्ष्यामि यथा दृष्टं यथा श्रुतं कौशं चार्मं चैलतुल्यं दारवं ताडपत्रकं काम्बलं काञ्चनं चैव राजदं ताम्रमेव च गोकरीशार्कजैर्वापि आसनं परिकल्पयेत् वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च चार्मं चतुर्विधं ज्ञेयमदबन्धुकमेव च यथा सम्भवमेतेषु ह्यासनं परिकल्पयेत् कृतपद्मासनो वापि स्वास्तिकासन एव च दर्भभस्मसमासेन प्राणानायम्यवाग्यदः तावत् स देवतारूपोध्यानं चान्दःसमाचरेद शिखान्दे द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम् अन्तश्चरन्तं भूतेषु गुहायां विश्वमूर्तिषु सर्वाभरणसंयुक्तमणिमादिगुणान्वितं ध्यात्वा तं धारये चित्ते तद्व्याप्त्या पूरये तनुं तया दित्या शरीरस्थं पापं नाशमुपागतं स्वर्णं पारदसम्पर्काद्रक्तं श्वेतं यथा भवेद तद्वादश दलावृत्तमष्ट पञ्चत्रिरेव च परिकल्प्यासनं शुद्धं तत्र लिङ्गं निधाय च गुहास्थितं महेशानं लिङ्गे संचिन्तयेत्तथा शोधिते कलशे तोयं शोधितं गन्धवासितं सुगन्धपुष्पं निक्षिप्य प्रणवेनाभिमन्त्रितं प्राणायामश्च प्रणवशूद्रेषु न विधीयते प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रणं गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च तानि स्थाप्य समीपे तु तद सङ्कल्पयिष्यते शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च इति सङ्कल्पयित्वा तु तद आवाहनादिकं कृत्वा तु स्नानपर्यन्तं तदस्नानं प्रकल्पयेत् नमस्तेत्यादिमन्त्रेण शदरुद्रियविधानतः अविच्छिन्ना तु याधारा मुक्तिधारेदि कीर्तिदा तया यस्नापयेन्मासं जपन् रुद्रमुपांशु वा एकवारं त्रिवारं च पञ्चसप्त न वापि वा एकादशमधोवारमधैकादश चान्वितं मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् शैवया विद्यया स्नानं केवलं प्रणवेन च मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा कांस्येन मुक्ता भुक्त्या च पुष्पादिकसरेण वा स्नापये देवदेवेशं यथा सम्भवमीरितैः शृङ्गस्य च विधिं वक्ष्ये स्नानायोग्यं यथा भवेद् पूर्वमं तस्तु संशोध्य बहिरं तस्तु शोधयेद् सुस्निग्धं लघु कृत्वाथ नागं चिन्त्यात् कथं च न नीचैकदेश विन्यस्तद्वारद्रोण्या सुवृत्तयोः कुशानुयुतया स्नानं देवाय परिकल्पयेद् एवं गवयशृङ्गस्य जलमूर्तिरथोच्यते द्वारे निषिद्धलोहार्थं सन्धिद्वारा समन्विते योगवक्त्रं नागदण्डं नागाकारं प्रकल्पयेद् धलस्थाने तु च शकं दण्डेन समरन्ध्रकं तत्रैव पादयेतोयमूर्ध्वयन्त्रखडे स्थितं पादयेदथ चान्येन वामेनैव करेण वा मुक्तिधारा कृदा तेन पवित्रं पापनाशनम् एवं संस्थाप्य देवेशं पञ्चगव्यैस्तथैव च पञ्चामृतैरधस्नाप्य मधुरतृदयेन च विभूष्य भूषकैर्देवं पुनस्नाप्य महेश्वरं शीतोपचारं कृत्वाथ तद आजमनादिकं वस्त्रं तथोपवीतं च पञ्चगन्धकमेव च कर्मपूरमरुवं चापि पाडीरमथवा भवेद् उभयं मिश्रितं वापि शिवलिङ्गं प्रपूजयेत् कृष्णपीठं गन्धपूर्णं यद्वा विभवसारदः तूष्णीमथोपचारं वा कालीयं पुष्पमर्पयेद् श्रीपत्रमरुचित्याजं यथाशक्त्याखिलं यथा अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा कपिलाकृतसंयुक्तं सर्वधूपाय शस्यते धूपं दत्त्वा यथाशक्ति कपिला हृददीपकान् अथवाप्याज्यमात्रेण दीपान् दत्त्वोपहारकं यथा शक्त्युपपन्नं च दत्त्वा पुष्पसमन्वितं मुखशुद्धिं ततो दत्त्वा दत्त्वा ताम्बूलमादराद प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते गीताङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते गीतं वाद्यं पुराणं च नृत्यं हासोक्तिरेव च नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणं क्षमा चोद्वासनं चैव कीर्तिदं चोपचारकम् भूषणं च तथा छत्रं चामरं व्यजनं तथा शिवोपवीदं कैङ्गर्यं षडीशानोपचारकं द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् एकेनाह्ना समस्तानां पापानां नाशनं ध्रुवम् द्वात्रिंशदुपचारं स्यात् पूजनं तूत्तमोत्तमं सदाशिव उवाच एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहं मत्पादयुगलं पूज्य सर्वपूजाकरो भव आराध्येद्धं यथा लिङ्गे तन्ममाराधनं कुरु हनुमानुवाच गुरुणा लिङ्गपूजैव नियदा कल्पिता मम तां करोमि पुरादेव पश्चात्त्वत्पादपूजनम् इत्युक्त्वैव नमस्येशं शिवलिङ्गार्चने भवद। सरस्तीरमधो गत्वा कृत्वा सैकदवेदिकं तालपत्रैर्विरचितमासनं परिकल्पयेद। प्रक्षाल्यपादहस्तौ तु समाचम्य समाहितः भस्मस्नानमधो चक्रे पुनराचम्यवाग्यदः। देववेद्यामधो चक्रे पद्मानि सुमनोहरम् अनन्तरं तालपत्रं पद्मासनगधकपिः। प्राणानायम्य सन्न्यासं शुक्लध्यानसमन्वितः प्रणम्य गुरुमीशानं जपन्नासीदतः परम् अध देवार्चनं कर्तुं यत्नमास्थितवानपि। पलाशपत्रपुटकद्वयानीदजलं शुचि शिरकमण्डलुगदं निधायाग्निं त्रिमन्त्रितम् आवाहनादिकृत्वा दस्नानपर्यन्तमेव च अधस्नापयितुं देवमादाय करसम्पुटे कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान् कपिः। लिङ्गमात्रं करगदं दृष्ट्वा भीतिसमन्वितः इदमाहं महायोगी किं वा पापं मया कृतम्। यदेतत्पीठरहितं शिवलिङ्गं करस्थितं ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति। अध रुद्रं जपिष्यामि तदा यादि महेश्वरः इति निश्चित्य मनसा जजाप शदरुद्रियम्। अथापि न समायादो महेशोधकपीश्वरः रुद्रं न्यपादयद्भूम्यां वीरभद्रसमागतः। किमर्थं रुद्यते भक्त हृदि हेतुं वदस्व मे हनुमानुवाच। पीडहीनमिदं लिङ्गं पश्य मे पापसंशयं वीरभद्र उवाच। यदि नायादिपीठं ते लिङ्गे मा सहसं कृताः दाहयिष्याम्यहं लोकं यदि नायादिपीठकं। पश्य दर्शय मे लिङ्गं पीठं यद्यागतं न वा। अथ दृष्ट्वा वीरभद्रो लिङ्गं पीठमनागतम् दग्धो कामो किल्लोकान्वीरभद्रप्रतापवान् अनलम्भुविचिक्षेपक्षणाद्दग्धामही तदा। अध सप्ततलान् दग्ध्वा पुनरूर्ध्वमवर्तत पञ्चोर्ध्वलोकानदहज्जनलोकनिवासिनः। ललाडनेत्रसम्भूतं नखेनादाय चानलम् जम्भीरफलसङ्काशं कृत्वा करतले विभुः। यदि नायादिपीठं ते दग्धा लोकान् संशयः अनायादमधो दृष्ट्वा वीरभद्रप्रतापवान् सनकादयो महात्मानो ज्ञात्वा योगेन चागमन् गौतमस्याश्रमवरं समागम्य महेश्वरं। न दृष्टवन्तो देवादिं विद्यमानमभिद्विजाः अस्तु वन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः। ॐ नमो देवदेवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय तस्मै नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै नमः सुरानन्दसन्दोहवर्षत्रयी बिन्दुविश्वम्भराय तस्मै। पृथिव्यथो वायुराकाशमाभः पुनः शशिवह्निसूर्यौ तथात्मा यस्याष्टैदा मूर्तय शङ्करस्य तस्मै नमो ज्ञानगम्याय शश्वत। येदां स्तुतिमधाकर्ण्य भगनेत्र प्रदशिवः विष्णुमाह च गच्छ त्वं समानाय च तान् द्विजान् आनीतास्तेन हरिणा देवाय प्रणतास्तु ते तानाह शङ्करो वाक्यं किमर्थं यूयमागताः मुनय ऊजुः देवद्वादशलोकानां दृश्यं दे भस्मराशयः स्थितमेकं वनमिदं पश्य त्वं लोकसंक्षयं सदाशिव उवाच ऊर्ध्वस्तपञ्चलोकानां दाहे सन्देह एव नः कथमङ्कारवृष्टिश्च कथं नो वा महाध्वनिः मुनय ऊचुः भीतिरस्माकमधुना वर्तते वीरभद्रतः स एवाङ्गारवृष्टिं च पिपासुरिव तामपाद देवोऽथ वीरमाहूय किं वीरेत्यब्रवीद्भवः वीरो हनुमदा लिङ्गपीडाभावादिदं कृतं कपे चित्तं परिज्ञातुं मया कृतमिदं बृहद कृपानिधिरधो देवो यथा पूर्वमकल्पयद दग्धानप्यभिहिल्लोकान् पूर्वदशोभनान्विभुः कल्पयामाश विश्वात्मा वीरभद्रमधाब्रवीद अलिङ्ग्याक्राय शिरसि ताम्बूलं दत्तवान् हरः अधसौ हनुमानीश पूजनं कृतवानथ एकं वनचरं तत्र गन्धर्वं सवि पञ्चिकम् इदमाह महावीणा मम वै दीयदामिति गन्धर्वो न मया त्याज्या वीणा प्राणसमा मम ममापि प्राणसदृशी वीणेत्याह कपीश्वरः अध मुष्टिनिपातेन गन्धर्वे पतिते कविः आदाय वीणां महतीं स्वरतन्तुसमन्विताम् अलाम्बुसंयुतां कृत्वा राजवृक्षफलाकृतं तस्योरसि विनिक्षिप्य गायन्नागाचिवान्तिकम् बृहदी कुसुमैः शुद्धैर्देवपादावपूजयत तस्मै वरमधप्रादादाकल्पं जीवितं पुनः समुद्रलङ्कने शक्तिं वरं प्रादादधापरं समस्तभूषासु विभूषिताङ्ग स्वदीप्ति मन्दीकृतदेवदीप्तिः प्रसन्नमूर्तिस्तरुणशिवाङ्गः सम्भावयामास समस्तदेवान् पीदमुद्गमनीयं च समादाय महेश्वरः पीदवस्त्रमिदं देवत्वं गृहाण हरे शुभं ब्रह्मणे रक्तवसनं सर्वेषां वसुधस्तथा देवर्षिदानवादिनां दत्तवान्व सुयुग्मकम् रामोऽपि चैददाकर्ण्य सम्भवे युग्ममर्पयद सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च अध भुक्त्वा सुखासीनः सामात्यः स पुरोहितः नानामुनिगणैर्भूपैर्वानरैर्गौतमीतडे शम्भुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीद त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयं कस्मिन् कस्मिन् युगे ब्रह्मन् किं विशिष्टं वदस्व मे शम्भुरुवाच ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च द्वापरे चार्चनं तिष्यदानं च हरिकीर्तनं सर्वं च शस्त्रं सर्वत्र ध्यानं न च कलौ युगे नराणामुग्धचित्तत्वात् कृच्छ्रस्थानां विशाम्पदे न धर्मे नियदा बुद्धिर्न वेदे नैव च स्मृतौ न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ न यज्ञे न च तीर्थेषु न च शुश्रूषणे सदां नेज्यायां देवतानां च न स्वजातीयकर्मणि न देवस्मरणेनापि न च क्वापि वृषे नृप अतश्च दीर्घकालानां पुण्यानामक्षमा नराः दानं तु स्वल्पकालत्वात् कर्तुं शक्नोति मानवः अतश्च कलिदुष्टानां प्रायच्छितं न विद्यते केषाञ्चित् पापनाश स्यात् प्रायच्चित्तैस्तु नान्यथा ब्रह्मज्ञानी गया श्राद्धी पाशी गन्धाश्रुतौ रथः पुराणज्ञावमाश्चैदे श्रोता तस्य च राघव युगानामनुसारेण तथार्थस्य विवेचनाद् स्वपरप्रत्ययोत्पादात् परब्रह्मप्रकाशनात् पुराणवक्ता सर्वस्मात् ब्राह्मणस्तु विशिष्यते तेनापि च कृतं पापं न सज्येत् किमुतान्यतः अन्येषामपि केषाञ्चित् पुराणं पापनाशनं यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुं ब्रह्म विद्या प्रदातारं विशेषं ज्ञातिबन्धुदः तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम् अध श्रीशैलगमनं पूजकस्य महेशिदुः अध कलौ मनुष्याणां पुराणं पापनाशनं पुरा कलियुगे रामवृत्तं संकीर्तये शृणु आसीतु गौतमो नाम ब्राह्मणो वेदवर्जितः तस्य पुष्टि पशुश्चास्थां भ्रातरौ वेदवर्जितौ ताभ्यां सह कृषिं चक्रे तत्र वृद्धिमवाप च धनधान्यादिकं किञ्चिद् राजानं दत्तवानथ उवाच वचनं किञ्चिदधिकारं निरूपय अर्धं न गमयिष्यामि तौ शक्तौ भ्रातरौ मम राजोवाच ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति गौतम उवाच युगेषु अन्येषु धर्मोऽयं कलिधर्मो न तादृशः भूपतित्वं हि भूपाल नृपाणां धर्म उच्यते ब्राह्मणश्च परिक्षीणस्तं कुर्वन्नैव दुष्यति शूद्राणां तु कृषिर्धर्मो नापद्यप्यग्रजन्मनः तस्मात् क्षत्रेण वर्तिष्ये ग्रामान् मम समादिश अन्यत्र चात्र क्षत्रेण वर्तनं मम रोचते अन्यन्न तु तदेत्युक्तो ददौ ग्रामान् द्विजन्मनः ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथा भवद अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः परयोषा तथागामि परस्वं प्रत्यहारिज अक्रीडिद्युदमत्सकृत्कलं जं चादि दुर्भुजा नापूजि जगदामीश शिवो वा विष्णुरेव वा एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि तस्मान्नियोगधर्मेण भवन्तं भ्रंशयामि च मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम तदृदे यदि विप्रास्ते न भोक्ष्यन्ति वरं मम न हि सर्वमिदं त्यक्तुं शक्तोऽहं पृथिवीपदे शम्भुरुवाच एवं वदति दुर्विप्रे राजा तूष्णीमधिष्ठद सदु वै शूद्रतुल्यश्च भुभुजेन्नं सहामिषम् कदाचिदध दुर्वृत्तप्रतोलीमण्डपस्थितः द्विजेन पढ्यमानं तु पद्यं तु श्रुतवानिदं हृदये पद्यमे दत्तु द्विजेरिदमधिष्ठत परात्परतरं यान्ति नारायणपरायणाः न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत ईदृङ्नारायणप्रोक्त कीदृशोऽपि महेश्वरः किं परं त्वजनं प्रोक्तं द्वेष कीदृगुदाहृदः किं तत्परमिति ख्यातं तदः परतरं च किं पौराणिक उवाच परं तत् ब्रह्मणस्थानं सुखव्यक्तैकलक्षणं तदः परतरं विष्णोर्धाम तद्ब्रह्मणोऽधिकम् अविनाशितया ततु कीर्तितं परमं पदं तन्मध्ये पुरुषो विष्णोस्तदङ्गपरमं विभुः आपो हि नरजन्मत्वान्नारा प्रोक्ता मनीषिभिः नाराश्चास्यायनं यस्मात्तेन नारायणस्मृतः तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः महदादीनि तत्त्वानि यानि तेषां य ईश्वरः सूर्याग्निशशिनेत्रोत्सौ महेशस्यादुमापदिः द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि शम्भुरुवाच एवं पुराणभट्टेन समीरिदमिदं वचः चिन्तयन् पुनरप्याह मादृशस्य कथं गतिः पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिं कुरु सर्वेण यत्नेन प्रायचित्तं यथा विधि धर्मञ्चर यथा शक्ति यथा कालं यथा विधि विमुक्तपापश्चात्त्वमुत्तमां गतिमेष्यसि पुराणमथवा नित्यं शृणुष्वावहितश्च सन् निराशो वा महेशानं पूजयस्व पिनाकिनं देवं वा पुण्डरीकाक्षं केशवं क्लेशनाशनं संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव अथवा गच्छकाशीशं मुक्तौ वा मृदिमाप्नुहि गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः अथवा सर्ववेदानां सारं पादकनाशनं रुद्रं रुद्रप्रियकरं जपप्रत्यहमादराद श्रीशैलमथवा गच्छ केदारमथवेच्छया अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय किमत्र बहु नोक्तेन धर्मभक्तः सदा भव नैवं नरक वासस्ते भविता दुद्विजाधम गौतम उवाच श्रुत्वा सर्वं करिष्यामि पुराणं भवदो मुखाद् शास्त्रं विश्वासहेतुं च वर्ज्यं चापि वदस्व मे पौराणिक उवाच वर्ज्यं मांसं सुरान्यस्त्रीभोगोद्यूतं विगद्धनं पारुष्यम् अनृतं माया देवदेव विनिन्दनं गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणां निन्दनं स्वेदबृन्ताकं कृतकालाभुवर्तनम् बीजपूरं कुसुम्भं च लोहितं शृङ्गमेव च अरघुं नालिकेरं च कूष्माण्डकं तथैव च कोवितारफलं तैलपक्वं मानवचम्पयः वार्ध्रीण स करिदुग्धं सुदिकाक्षीरमाविकम् ओष्ट्रमेकशभक्षीरं मार्गमाजं नृसम्भवं विवत्सन्धिनीक्षीरं लवणं चैव योगि यद् नालिकेररसं कांस्ये ताम्रे मधु च सीसके काचे तक्रं करम्भांश्च कृदाकृदा नैव कारयेत् होमं तु मृण्मये पात्रे पुरोडाश्यं तु राजते न सेवेद परं लोके शुभार्थी तु विचक्षणः पात्रान्तश्चूर्णलेपोऽपि तत्र भक्षणमेव च क्रमुकस्य तदा भक्षश्चूर्णपत्रस्य चैव हि क्रमुकस्यापि पक्वस्य भक्षणं क्रमयोगिनः पायसे लवणं चैव केवलं च करार्पितम् सिन्धु सौराष्ट्र काम्भोज मागधेषु च सिंहले न दोषाय भवेत्तत्र क्षीरं च लवणान्विदं क्षीराणि च समस्तानि लवणानि च योगदः देशेष्वन्येषु दोषाय पाने चैवेह संशयः किमत्र बहु नोक्रेण सद्भिर्निन्द्यं विवर्जयेद् शम्भुरुवाच एवं तस्य वच श्रुत्वा ब्राह्मणस्य महात्मनः स्वमेव भवनं गत्वा चिन्तयामास दुःखितः रात्रौ मृत्युर्दिवाचेति न जानाति महानपि परलोके सुखं दुःखमिह भोगविनोदनं कृमिकीडमनुष्याद्यै सुखदुःखै पृथक् पृथक् प्रतिजीवन्दुहेदूनां भेदोऽपि सुविनिश्चयः एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः जन्मकाले महाज्ञानं शैशवेत्यल्पबोधनं स्थलपदेऽल्पविज्ञानं बाल्ये चाल्पं तथैव च कौमारे क्रीडनरतिर्यौवने विषयोषितं यौवने विनिवृत्ते दुद्रव्य सम्पादनेषणा वार्धके भोगलिप्सा च न भोक्तुं क्षमतेऽपि च दूषिका श्लेष्मलालाभिर्वलीफलितकम्पनैः श्वासकासानिलाक्षिप्तैर्कृषिकैर्विकलैर्युतः किञ्चिद्धर्तुं न शक्नोति न च जानाति किञ्चन तिष्ठं तीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयेद् कोशकण्डूयनपरक्रूरो जीवितलक्षणैः कण्डूयदे स्वीक्षौ वस्त्रमुद्धृत्य च विचालयन् भुञ्जानश्लेष्मणाग्रासं ग्रसितुं न च शक्नुयात् यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान् निःसृतिश्च मलस्यापि श्लेष्म निर्गम एव च स्नुषादिभर्सनं बालतालहास्यनिदर्शनं गुरुनिर्गमनादीनि संचिन्त्य च पुनः पुनः आहूतो भोजनाद्यर्थं भोज्यान्नादिविनिन्दयन् चिरमुष्णं च निर्भत्स्य पुनश्चिन्तामवापसः अतिदुष्कृतिकर्माकं कथं भोक्ष्ये कथं स्वपे कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत् इति चिन्ताकुलो नित्यं न नमत्य परान्वितः द्विजस्य सततं गत्वा पुराणज्ञस्य राघव लज्जावाकृतवक्त्रश्च किं करोमीत्यभाषत न किञ्चिदप्युवाचासौ द्विजपौराणिकस्तदा पापोऽयमिति विज्ञाय शिष्येण निरगामयद गौतमोऽपि विनिर्गम्य द्वार्येव च बहिस्थितः भुव्यासीनं तु विज्ञाय पुराणार्थविचारकं कथं कथमभिप्राप्य पीठं दत्तं च नाभजद निषण्णो भूतले रामपुराणज्ञमभाषद प्रायश्चित्तं करिष्यामि तदत्रैव विधीयतां ब्राह्मण उवाच पापानि कीर्तयस्वत्वं सर्वथैव कृतानि तु न चापि न कृतं किञ्चिन्मया पापमधीरयन् रुदन्पपादभूम्यां च कथं तादेति पीडितः ब्राह्मणस्तमथ प्राह प्रायचित्तं न विद्यते महापापं त्रिरावृत्ते पुनश्च यदि चेत् कृतं गौतम उवाच पौराणिकमहाभागप्राप्यापि त्वमहं कथम् पापयुक्तो द्विजश्रेष्ठसङ्गतिर्विफला भवेद् पौराणिक उवाच शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये तद्विना योगितं ब्रूयात् प्रायश्चित्तं न तद्भवेद् सकृत्कृते सकृत्प्रोक्तं द्वितीये द्विगुणं भवेत् तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः त्वया कृतं तु बहुधा चतुर्विधमपीक्षया कथं वक्तुमहं शक्रप्रायश्चित्तं भवादृशे गौतमोऽपि पुनः प्राह क्व गन्तव्यं मयेति च उपवासत्रयं कृत्वा शिवरात्रिमविन्ददा चतुर्थमुपवासं च चकारातीव दुःखितः कारणं चाप्यमायां सकृतवान् फलवल्कलैः अध प्रदक्षिणं चक्रे श्रीशैलस्य च सद्विदः गतवान् मन्दिरं पश्चाच्चिन्तयादि कृशस्वसन् कथं पापनिवृत्तिर्मे तूष्णीभूतस्य सेत्स्यति अनन्दमविचार्यं किं पापं च सुमहत्तरं श्रुत्वा न कोऽपि मे ब्रूयात् प्रायश्चित्तं विधीयतां किन्तु कस्मिन् पुराणे दुःश्रुते ज्ञातं भविष्यति इति कृत्वा मदिं शोध पुराणज्ञमभाषत पुराणमेकं मे तत्र व्याख्यातु भगवानिति जातकर्मादिसंस्कारान् कारयस्व ममाशु वै द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यदः विधायकं पुराणं मे भविष्यति च कीर्तितम् अध शक्यं करिष्यामि पुराणार्थं विनिश्चयन् पौराणिक उवाच यथावत् कीर्तयिष्यामि पुराणं पापनाशनं यथा ज्ञानं यथा शक्ति यथा शुद्धं यथा विधि किं वांसि पुराणं तु कीर्तयिष्ये तदेव तु गौतम उवाच सर्वं रुचिपुराणं मे वक्तव्यं किं किदं वद श्रुते यस्मिन् भिदा नैव जायते तु हरीशयोः पौराणिक उवाच कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधं शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति तस्य वक्ता तु यो विप्रस्तस्य विघ्नान्तरं भवेद् श्रोतव्यं मन्यते पापो यदि भार्या विनश्यति किं चैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिन्दकं व्याख्यातरि यदि प्रीतिर्धर्मा देवप्रकाशिनी आचारदर्शने पुण्ये कर्म मोक्षादिदर्शके तदा तुष्टो महेशस्याद्विष्णुरिष्टफलप्रदः पितरस्तारितास्तेन यान्ति ते परमां गतिम् इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे चतुर्दशोत्तरशततमोऽध्यायः ॐ